श्रीगुरुभ्यो नमः। गुरुब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। समवायः इति षष्ठपदार्थः, तस्य निरूपणम् आरब्धं गते वर्गे। नित्यसम्बन्धः समवायः हेतुसिद्धवृत्तिः इति उक्तम्। अहितसिद्धयोः यद्वर्तते अपि च सम्बन्धरूपः नित्यः इति समवायः इति उक्तं। तर्हि अहितसिद्धौ कौ इति चेत्, ययोर्द्वयोर्मध्ये एकम् अविनश्यत् तदवस्थम् अपराश्रितमेव अवतिष्ठते। तौ अहितसिद्धौ इति उक्त्वा तत्र पञ्च स्थलाः भवन्ति। ययोः मध्ये अयुतसिद्धत्वं वर्तते। अवयव अवयनवौ अवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ति विशेषनित्यद्रव्ये च इति एषु पञ्चसु स्थलेषु समवायः सम्बन्धः वर्तते। किमर्थमिति चेत्, तौ अयुतसिद्धौ इति उक्तम्। तत्र सम्बन्धिनानात्वे अपि समवायः एकः एव, संयोगः वत् नास्ति। इत्युक्ते घटभूतलयोः मध्ये विद्यमानसम्बन्धः भिन्नः, तयोः एव घटभूतलयोः ह्यः यः सम्बन्धः, संयोगसम्बन्धः आसीत्, सः सम्बन्धः अद्य क्रियया यदि नूतनसम्बन्धः जायते तदा सः सम्बन्धः ह्यस्तनसम्बन्धात् भिद्यते इति अपि अस्ति। तर्हि संयोगसम्बन्धः अनेकाः, यावन्तः सम्बन्धिनः सन्ति तावन्तः संयोगसम्बन्धाः अपि वर्तन्ते इति नैयायिकैः अङ्गीकृतम्। किन्तु एवम् अवयव अवयविनौ बहवः सन्ति, गुणगुणिनौ अपि बहवः सन्ति, क्रियाक्रियावन्तौ अपि बहवः सन्ति, जातिव्यक्ती अपि बहवः सन्ति, विशेषनित्यद्रव्ये अपि बहवः सन्ति इति कृत्वा तत्रापि किमर्थं समवायसम्बन्धः अपि अनेकाः इति न स्वीकर्तव्यम् इति प्रश्नः आगतः। तत्र उदाहरणरूपेण एकम् उक्त्वा अत्र लाघवं कुत्र अस्ति, एकं स्वीकुर्मश्चेत् पर्याप्तं, तत्रैव लाघवमस्ति इति इदानीं वर्ण्यते। तस्मिन् विषये अस्माभिः स्वचिन्तनं कृतम्। घटः कपाले जायते, केन सम्बन्धेन जायते? समवायसम्बन्धेन जायते। समवायसम्बन्धः इति अन्यः पदार्थः, यथा पटः इति भिन्नः पदार्थः अस्ति, तद्वत् समवायः इति अन्यः पदार्थः अस्ति। तर्हि यदि कपाले घटः जायते, कपालः इति घटस्य समवायीकारणमस्ति इति कृत्वा कपाले घटः जायते, केन सम्बन्धेन जायते इति चेत् समवायसम्बन्धेन जायते। तर्हि घटकपालयोः मध्ये समवायसम्बन्धः कदा जातः इति न प्रष्टव्यः। किमर्थमिति, समवायसम्बन्धः न जायते, पूर्वमेव नित्यत्वेन समवायसम्बन्धः वर्तते, तेन सम्बन्धेन घटः कपाले जायते, घटः एव जायते, न तु समवायसम्बन्धः। किन्तु घटः केन सम्बन्धेन जायते? समवायसम्बन्धेन जायते इति उक्तम्। तर्हि घटः कपाले समवायसम्बन्धेन जायते, एवं तन्तुषु पटः जायते समवायसम्बन्धेन। तर्हि इदानीं पटतन्त्वोः मध्ये यः समवायसम्बन्धः अस्ति, अपि च घटकपालयोः मध्ये यः सः समवायसम्बन्धः अस्ति, उभयोः मध्ये किमर्थं भेदः न स्वीकर्तव्यः इति प्रश्नः आगतः। सम्बन्धिनौ भिद्यते इति कृत्वा सम्बन्धः अपि भिद्यते इति किमर्थं न स्यात्? इति प्रश्नः अस्तु तर्हि अग्रे चिन्तयेम तद्विषये गते वर्गे अस्माभिः चिन्तितं तत्र लाघवमित्युक्ते समवायसम्बन्धः जायते इति वदामश्चेत् तस्य समवायकारणम् असमवायकारणम् इति कारणानि कानि इति एतत् सर्वं वक्तव्यम् इति एकः अस्तु भवतु समवायसम्बन्धः इति तत्र नित्यः इति स्वीकुर्मः नित्यत्वं स्वीकुर्मश्चेत् चेदपि अनेकत्वं किमर्थं न स्यात् इति प्रश्नः यथा जीव आत्मनः अनेकाः इति स्वीकृतम् आत्मा अस्ति इति केन प्रमाणेन निरूप्यते इति चेत् अनुमानप्रमाणेन एव निरूप्यते यत्र यत्र अनुमानप्रमाणेन यत्किमपि निरूप्यते तत्र सर्वत्र एकत्वं विभुत्वं नित्यत्वं च स्वीक्रियते नैयायिकैः लाघवात् तर्हि जीवात्मनः अपि जीवात्मा अपि एकः एव इति किमर्थं स्वीकृतम् इति चेत् तत्र यदि एकः एव जीवात्मा इति स्वीक्रियते तर्हि मया अनुभूयमानसुखदुःखादयः यस्मिन् समये मया अनुभूयते तस्मिन्नेव समये अन्यस्मिन् आत्मने सुखं वा दुःखं वा जायते यस्मिन् समये मया दुःखः अनुभूयते तस्मिन्नेव समये अन्यस्मिन् सुखमनुभूयते तर्हि तत्र अधिकरणे भेदः न वदेमश्चेत् तत्र एतस्य उपपादनं न कर्तुं शक्यते समन्वयः न कर्तुं शक्यते अनुभवस्य समन्वयः न कर्तुं शक्यते इत्युक्त्वा तत्र भिन्न भिन्नभिन्न आत्मनः जीवात्मनः अङ्गीकृतः यथा तद्वत् अत्र कः क्लेशः भवति यदि एकः एव समवायः इति स्वीकुर्मश्चेत् यदि घटपटयोः तन्तुघटयोः तन्तुपटयोः मध्ये एः समवायः घटकपालयोः मध्ये एः समवायः अनयोः मध्ये भेदः न अङ्गीक्रियते चेत् क्लेशः यत्र कुत्रापि भवति वा इति चेत् न भवति इति कृत्वा एकः एव समवायः इति स्वीकरणे एव लाघवमस्ति इति तावत् स्वचिन्तनं कृतम् अस्माभिः गते वर्गे तर्हि इदानीं पुस्तके ग्रन्थकारेण किम् उक्तम् इति पश्येम अस्तु मेहुल् महोदय तत्र 351 पेज् तत्र अत्र उदाहरणम् इत्यत्र द्वितीयपरिच्छेदः तत्र लोके इति तत्र लोके भूमिक्रयविक्रयादिकार्यम् इति कश्चित् वृत्तिविशेषः तया जीवन् हि गृहभूम्यादिक्रयविक्रयं साधयति कश्चित् भूमिं क्रेतुमिच्छति अन्यश्च विक्रेतुम् उभौ अस्य समीपम् आगत्य स्वस्वकार्ये तं योजयतः स च मध्यस्थः उभयोः परिचयं कारयित्वा ततः परं तयोः कार्यसाधनं करोति अन्यः कश्चित् गृहं क्रेतुमिच्छति तद् अन्यस्तु गृहं विक्रेतुमिच्छति अनयोर्माध्यस्थ्यं स एव निर्वहति अन्यौ आपणं क्रेतुं विक्रेतुं च इच्छतः तयोरपि स एव मध्यस्थः इत्थमेव अनेकान् व्यवहारान् प्रकल्प्य तस्य माध्यस्य निरूपणं कर्तव्यम् अस्तु अत्र एवं सति सर्वत्र क्रेता विक्रेता च मध्यस्थदर्शनात् प्राक् परस्परम् अपरिचितौ अपि मध्यस्थवशात् परस्परसम्बद्धौ तत्र च सम्बन्धिनां नानात्वे अपि मध्यस्थस्य भेदः नैव भवति एक एव खलु सर्वेषां परस्परयोजनं कृतवान् अस्तु तर्हि अत्र रियल् एस्टेट् ब्रोकर् इत्यस्य उदाहरणमस्ति भूमिक्रयविक्रय इत्यादि कार्यं सः करोति तेनैव तस्य जीवनयापनं करोति तर्हि कश्चन पुरुषः भूमिं क्रेतुमिच्छति एतत् सर्वं न वक्तव्यं केवलम् अत्र सारांशः कः इत्युक्ते अत्र इदानीं निगमनं किम् उदाहरणं श्रुत्वा तर्हि अत्र भिन्नभिन्नक्रेता विक्रेता सन्ति परन्तु तेषां मध्ये एक एव तर्हि सम्बन्धी भिन्नभिन्न नानासम्बन्धिनां भवन्ति परन्तु तेषां मध्ये एक एव मध्यस्थः इति एस्टेट् ब्रोकर् इति एक एव अस्ति तर्हि तेन एव परस्परसम्बन्धिनां योजनम् अथवा सम्बन्धः भवति अतः तत् एस्टेट् ब्रोकर् इति तु एकमेव, यद्यपि सम्बन्धिना भिन्नभिन्ना भवन्ति, सम्बन्धी भिन्नभिन्ना भवन्ति, तथापि मध्यस्थी तु एक एव इति आगच्छति. सत्यं, किन्तु इतोपि अत्र किञ्चित् चिन्तयतु. इत्युक्ते इदानीम् अत्र यः रियल् एस्टेट् ब्रोकर् अस्ति तस्य नाम किम्? भूमिक्रयविक्रयकार्यम् इति कश्चित् वृत्तिविशेषः, रियल् एस्टेट् ब्रोकर् इति एव वदेम. तर्हि रियल् एस्टेट् ब्रोकर् इति स्वयं सम्बन्धः वा, नो चेत् सः किं करोति? सम्बन्धः स्थापयति, सम्बन्धं कारयति, सम्बन्धं कारयति, सः स्वयमेव सम्बन्धः नास्ति. नास्ति, सत्यम्. इत्युक्ते पूर्वं द्वौ असम्बन्धिनौ, तयोः मध्ये सम्बन्धः नास्ति. असम्बन्धिनोः द्वयोः मध्ये सम्बन्धं कारयति रियल् एस्टेट् ब्रोकर्. स्वयं सम्बन्धः नास्ति, किन्तु प्रयोजकः अस्ति, सम्बन्धप्रयोजकः अस्ति सः. सम्बन्धस्य सम्बन्धयति खलु, सम्बन्धयति, सम्बन्धं कारयति इत्युक्ते सम्बन्धयति. तर्हि संयोगः, न्यायमते तु सम्बन्धद्वयं वर्तते, संयोगः इति, संयोगः इति स्वयं सम्बन्धः. तदपि चिन्तनीयं, संयोगः इति स्वयं सम्बन्धः वा. संयोगः इति तु सम्बन्धः एव खलु, संयोगः, संयोगः अपि घटभूतलयोः मध्ये सम्बन्धं कारयति खलु. सत्यं, घटभूतलयोः सम्बन्धं कारयति संयोगः. तर्हि संयोगसम्बन्धः अपि प्रयोजकः एव. पूर्वं गणभूतलयोः सम्बन्धः न आसीत्, किन्तु तत्र भेदः कः इति चेत्, यदा घटे क्रिया जायते तदा क्रियया पूर्वदे विभागः जायते, तदनन्तरं पूर्वदेशसंयोगनाशः भवति, तदनन्तरं सा क्रियया तया क्रियया एव नूतनदेशसंयोगः इति नूतनपदार्थः जायते. नूतनपदार्थः इत्युक्ते नूतनः गुणः जायते. गुणः जायते, कुत्र जायते? भूतले अपि जायते, घटे अपि जायते, द्विनिष्ठः, द्विनिष्ठः. तर्हि संयोगः इति अनित्यः अस्ति, क्रियया जायते, अपि च द्वयोः मध्ये वर्तते, किन्तु अत्र रियल् एस्टेट् ब्रोकर् सः किं करोति? केवलं सम्बन्धं कारयति. तावदेव. अस्तु, अग्रे पठेम, तत्र निगमनं किम् इति पश्येम, अग्रे पठतु भवान्. तथा च, तथा च सम्बन्धिनानात्वे अपि, सम्बन्धिनानात्वे अपि, सम्बन्धिनानात्वे अपि सम्बन्धस्य मध्यस्थस्य यथा दृष्टान्ते अभेदः, तद्वदेव गुणक्रियाजात्यादीनाम् आधेयाधाराणां नानात्वे अपि तत्तदाश्रयेषु विशिष्टप्रत्ययनिर्वाहकः अस्तु अभिन्नः समवायः इति अस्माकं प्रतिभाति. अस्तु, तर्हि अत्र सम्बन्धिनानात्वे भिन्नभिन्नसम्बन्धि भवन्ति, परन्तु सम्बन्धस्य मध्यस्थस्य अभेदः, एक एव मध्यस्थी अस्ति. तथैव अत्र गुणक्रिया जाति इत्यादीनाम् आधाराधे आधेयः अपि च आधाराणां नानात्वे सति अपि तत्तद् आश्रयेषु अस्तु तेषां यः आश्रयः अस्ति तत्र तेषु विशिष्टप्रत्ययनिर्वाहकः समवायः इति अभिन्नः एक एव समवायः तेन एव सम्बन्धिनौ सम्बन्धः जायते समवायेन जायते इति किन्तु कथं सम्बन्धः इति तस्य नाम जातः इत्यत्र प्रश्नः अस्ति मम इत्युक्ते सम्बन्धं कारयति खलु तर्हि तस्यैव नाम समवायः कथं भवति न समवायः इति भवति समवायः इति कश्चन नाम अस्तु यदा भवतः नाम मेहुल् इति अस्ति तद्वत् किन्तु सम्बन्धः इति कीदृशपदं शान्तपदं किम् एकनिमिषम् सम्बन्धः इति पदं पश्येम कल्पद्रुमायाम् अस्तु सम्बन्धः सम्बध्यते इति सम्बन्धः सम्बध्यते इति सम्बन्धः इत्युक्ते भावे संयोगः बन्ध्योगः घञ् घञ् इति प्रत्ययः भावार्थे प्रयुक्तमस्ति सम्बध्यते इति सम्बन्धः न सम्बध्यते न सम्बध्यते इति सम्बन्धः इति चेत् भावार्थे नास्ति कर्मार्थे सम्बन्धः सम्बध्यते इति सम्बन्धः तर्हि सम्बन्धः इत्यनेन कर्म उक्तः करणमपि न उक्तं सम्बध्यते अनेन इति सम्बन्धः इति करणं न उक्तं किन्तु साक्षात् कर्म उक्तमस्ति सम्बध्यते इति सम्बन्धः यथा क्रियते इति कृतः इति भवति करोति इति कर्ता कर्तरि अर्थे करोति इति कर्ता क्रियते इति कृतः कर्मार्थे कृतः सत्यं पठितः रामः अस्तु कर्मा बोधयति सम्बन्धः इति पदम् इति कृत्वा सम्बन्धस्य मध्यस्थस्य इति वक्तुं शक्यते इत्युक्ते यः सम्बध्यते अस्तु सम्बन्धी निजन्तप्रयोगे किं रूपं भवति इति द्रष्टव्यम् बन्ध् इति धातुः निजन्ते बन्धयति बन्धयते सम्बन्धयते इति भवेत् सम्बध्यते इति सम्बन्धः नास्ति सम्बन्धयते इति सम्बन्धः इति भवति वा व्युत्पत्तिः सम्बन्धी तदनन्तरं तप्रत्ययः योजनीयः अस्ति सम्बन्धी इति धातुः अत्र अस्तु अग्रिमे वर्गे वदिष्यामि मम चिन्तनं कस्मिन् विषये मम चिन्तनम् इति अवबुद्ध्यते वा इति न जाने इत्युक्ते अत्र निजन्तः अस्ति सम्बन्धयति समवायः सम्बन्धयति यौ असम्बन्धिनौ अत्र किम् आसीत् K किं भवेत् तत्र अस्ति अस्ति इत्यस्य धातुः कः अपस् धातु आशिष्टां इति लङ् लकाय खलु लङ् लकाय तु न न लङ् न लङ् नास्ति अस्ति अस्ति इति धातुः कः अस्ति इति धातुः खलु भू भू धातु भू भू न न भू इति न अस्ति इति धातुः अस्ति अस्ति इत्येव धातुः आसीत् आस्ताम् इति अस्ति आस्ताम् यौ असम्बन्धिनौ आस्ताम् तयोः मध्ये सम्बन्धं कारयति इति कृत्वा तर्हि इदानीं तादृशकर्तारं बोधितुं कः प्रत्ययः योजनीयः सम्बन्धिकः इति वक्तुं शक्यते अथवा अत्र तप्रत्ययं योजयामश्चेत् सम् उपसर्गपूर्वकबन्धि बन्द् तदनन्तरं णिच् योजयित्वा बन्धि इति भवति बन्द् इति धातुः बन्द् इति धातुः अनिट् धातुः अस्ति तर्हि अनिट् धातुः अस्ति चेत् इडागमः तत्र न भवति एकनिमिषम् बन्ध सत्यं बन्धयति इडागमः तत्र न भवति अस्तु अहं चिन्तयित्वा वदामि इत्युक्ते सम्बन्धः इति वक्तव्यं वा इतोपि किञ्चित् स्पष्टतया वक्तुं शक्यते वा इति अग्रे पठतु महोदय नहि संयोगस्य सम्बन्धस्य स्वतः प्रतियोगि अनुयोगिभेदात् भेद इव प्रकृते अपि आवश्यकम् इति शक्यं वक्तुं पदार्थानां स्वभाववैचित्र्यस्य वारयितुम् अशक्यत्वात् अन्यथा संयोगः जन्यः इति समवायोऽपि जन्यः संयोगः द्रव्ययोरेव इति समवायः अपि अवयवा अवयविनोरेव इत्यादिकं बहुतरं कल्पनीयं स्यात् अतः सम्बन्धिपञ्चकस्थले ऋषिणा कल्पितः एषः सम्बन्धः तादृशः कल्प्यते यः एकः नित्यः अनेकत्र विशिष्टप्रत्ययनिर्वाहकश्च अस्तु संयोगस्य सम्बन्धस्य स्वतः प्रतियोगि अनुयोगिभेदात् संयोगसम्बन्धे सति प्रतियोगि अनुयोगिभेद अनुयोगिभेदात् भेद इव प्रकृति अपि आवश्यकम् इति वक्तुं शक्यम् अत्र तर्हि समवायप्रसङ्गे तादृशं न वक्तुं शक्यते प्रथमम् अत्र संयोगप्रसङ्गे चिन्तयतु तदनन्तरं समवायप्रसङ्गे चिन्तयामि अत्र किं लिखितमस्ति संयोगसम्बन्धस्य प्रसङ्गे प्रतियोगि अनुयोगिभेदात् तर्हि तत् संयोगसम्बन्धे प्रतियोगी अनियोगी भवति तथैव अत्र समवायसम्बन्धे न वक्तुं न तत्र किञ्चित् इतोपि वदतु महोदय संयोगसम्बन्धे प्रतियोगी अनियोगी भवति इत्युक्ते किम् मध्ये संयोगः अस्ति तर्हि तत्र अभावः भूतले घटाभावः अस्ति तस्य प्रतियोगी घटः इति नास्ति भूतले घटः तर्हि घटभूतलयोः मध्ये कः सम्बन्धः अस्ति संयोगसम्बन्धः तर्हि घटभूतलयोः यः संयोगः सम्बन्धः वर्तते तत्र अस्मिन् सन्दर्भे प्रतियोगी कः अनियोगी कः अहं चिन्तयामि वयमपि घटः इति प्रतियोगी हा इत्युक्ते प्रतियोगी इति सर्वदा यत्र अभावः भवति तत्रैव इति नास्ति, तदपि पूर्वम् अस्माभिः पठितं कुत्रचित्. यः आदेयः अस्ति तस्य प्रतियोगी इति नाम, यः आधारः अस्ति तस्य अनुयोगी इति नाम. न जाने परन्तु केवलं स्मरणे एव अस्ति, परन्तु आमां कुत्रचित् पूर्वम् अस्माभिः पठितं दृष्ट्वा वदामि. किन्तु एवं तर्हि घटभूतलयोः यदा संयोगसम्भवते घटे किमस्ति, घटः प्रतियोगी अस्ति, भूतलम् अनियोगी अस्ति इति घटभूतलयोः मध्ये भेदः वर्तते खलु. तादृशं पृष्ठसङ्ख्या 31 पेज् मध्ये अस्ति, अधिकरणस्यापि भवति अनियोगी इति संज्ञा. आ उत्तमम्, अधिकरणस्यापि भवति अनियोगी इति संज्ञा. अभावाः एतावता निरूपिताः, तन्निष्ठविरोधः अनियोगिता इति उक्ता. अस्य च अनियोगिता शब्दस्य अन्यत्रापि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनियोगी इति व्यवहारः दृश्यते. यथा भूतलं घट अनियोगी, अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले भवति. इयं च अनियोगिता न अभावनिष्ठविरोधरूपा, किन्तु अधिकरणनिष्ठधर्मः इति अधिकरणता एव. तथा च भूतले घटयो अनियोगिता अस्ति इत्युक्तौ घट अधिकरणता अस्ति इति अर्थः ग्राह्यः. इति भेदः, तदेव अत्र प्रयुक्तमस्ति. संयोगस्य सम्बन्धस्य सतः प्रतियोगि अनियोगिभेदात् भेदः इव प्रकृते अपि आवश्यकम् इति शक्यम् इति वक्तुं न शक्यम् इति. किमर्थम् पदार्थानां स्वभाववैचित्र्यस्य वारयितुम् अशक्यत्वात् इति अस्ति. पदार्थानां स्वभाववैचित्र्यस्य वारयितुम् अशक्यत्वात् इत्यस्य अर्थः न अवबुध्यते. अस्तु अग्रे पठतु, तदनन्तरम् ऊहां कुर्मः. अन्यथा अन्यथा संयोगः जन्यः इति समवायः अपि जन्यः. संयोगः द्रव्ययोः एव इति समवायः अपि अवयव अवयविनोः एव इत्यादिकं बहुतरं कल्पनीयं स्यात्. तादृशं तदवबुध्यते खलु, तदवबुध्यते. समवायः अपि जन्यः इति वक्त इति भवेत् इति आगच्छति. समवायः अपि केवलं द्रव्ययोः मध्ये भवति इति अपि आगच्छति इति बहुतरं कल्पनीयं भवति, तत् करणीयम् इति आगच्छति. अतः अग्रे सम्बन्धि पञ्चकस्थले ऋषिणा कल्पितः एषः सम्बन्धः तादृशकल्प्यते यः एकः अस्ति, नित्यः अस्ति, अनेकत्र विशिष्टप्रत्ययनिर्वाहकः अपि इति. तर्हि समवायः एकः अस्ति, नित्यः अस्ति, परन्तु अनेकत्र विशिष्टप्रत्ययनिर्वाहक इत्युक्ते यद्यपि अनेके सम्बन्धिना भवन्ति तथापि तेषा विशिष्टप्रत्ययनिर्वाहक इति अनेकत्रस्य, अतः एक एव इति. अत्र विशिष्टप्रत्ययः कः? प्रत्ययः इत्युक्ते ज्ञानं खलु, सत्यं. तर्हि विशिष्टज्ञानम् इति इत्युक्ते अत्र पञ्चसु स्थलेषु पञ्चस्थलानि इत्युक्ते ऐतसिद्धयोः मध्ये खलु. ऐतसिद्धयोः मध्ये यः सम्बन्धः जायते सः सम्बन्धः समवायः. युतसिद्धयोः मध्ये यः सम्बन्धः जायते सः सम्बन्धः संयोगः इति. तावत् तत्र भेदः साधयितुं शक्यते. तस्मादुपरि इतोपि चिन्तनस्य आवश्यकता नास्ति. अवबुध्यते खलु. तर्हि तत्र संयोगः इति सम्बन्धः, समवायः इति सम्बन्धः. किमर्थं सम्बन्धद्वयम् अङ्गीकर्तव्यम्? सर्वत्र संयोगः इत्यनेनैव निर्वाहः किमर्थं न स्यात् इति चेत् तत्र संयोगस्य स्वभावः भिद्यते, समवायस्य स्वभावः भिद्यते. इत्युक्ते यावज्जीवम् अवयवी वर्तते तावज्जीवम् अवयवेषु एव वर्तते, स्वतन्त्रतया यदा कदापि न वर्तते. किन्तु इति कृत्वा एव तौ ऐतसिद्धौ. किन्तु घटः विधभूतलम् वैचित्र्यमस्ति इति भेदः वर्तते. तर्हि तावद् भेदं साधयितुं यावद् आवश्यकमस्ति तावत् कल्पयामश्चेत् पर्याप्तम्. नैयायिकाः तु सर्वे कल्पयन्ति एव खलु. इत्युक्ते समवायः इति कश्चन सम्बन्धः अस्ति इति केन प्रमाणेन ज्ञायते? प्रत्यक्षेन न ज्ञायते. हा तर्हि तत्र अनुमानप्रमाणेन ऊहामेव कुर्वन्ति ते. तर्हि यावद् आवश्यकं तावदेव ऊहां कुर्वन्ति, तत्रैव लाघवमस्ति. भवतु एकमेव समवायः, एकः एव समवायः इति स्वीकुर्मश्चेत् कः क्लेशः भवति? यदि पटतन्त्वोः मध्ये विद्यमानसमवायः अपि च घट घटकपालयोः मध्ये विद्यमानसमवायः अनयोः मध्ये भेदः न वदामश्चेत् क्लेशः भवति चेदेव इतोपि अधिकं चिन्तनीयम्. न आवश्यकमस्ति इति कृत्वा यथा ऋषिणा कल्पितः नित्यः एकः अनेकत्र विशिष्टप्रत्ययनिर्वाहकः इत्युक्तौ बहुषु सम्बन्धिषु मध्ये एकः समवायः सम्बन्धं निर्वहति यथा रियल् एस्टेट् ब्रोकर् तद्वत् पर्याप्तम् अतः एव इति वदामश्चेत् पर्याप्तम् इति उक्तम्. अस्तु अग्रे अग्रे इदानीं सतिभामा भगिनी पठति वा? धन्यवादः. ऐतसिद्धिः इति आम् ऐतसिद्धिः सः एषः समवायः अयुधसिद्धयोः भवति. युधसिद्धेः अभावः अयुधसिद्धिः. सा ययोः तौ अयुधसिद्धौ तयोः समवायः. यत्र तत्र युधसिद्धिः इत्यत्र पृथक् सिद्धः पृथक् अवस्थितिः इति अर्थः. सम्बन्धिनोः परस्परपरिहारणे पृथगाश्रये स्थितिरित्यर्थः. यथा भूदलघटयोः भवति युधसिद्धिः. घटः भूदलं विहाय समवायिकारणे कपाले, भूदलं च घटं विहाय स्वसमवायिकारणे भवति. अतः तौ युधसिद्धौ तयोः सम्बन्धः संयोगः. अयुधसिद्धिः इत्यस्मिन् विषये अयुधसिद्धयोः समवायः कुत्र भवति? अयुधसिद्धयोः भवति समवायः इति सम्बन्धः. अयुधसिद्धिः नाम युधसिद्धेः अभावः, न युधसिद्धः अयुधसिद्धः इति उक्तम्. सा ययोः अस्य लक्षणं ययोः युधसिद्धयोः यत्र युधसिद्धिः इत्यत्र पृथक् आश्रित आश्रितयोः इति पृथक् अवस्थितिः इति उक्तमस्ति. तद् एव पृथक् यद् तिष्ठति तस्य एव भवति. द्वयोः भवति सम्बन्ध, तादृशसम्बन्धः. सम्बन्धि किञ्चित् पठित्वा वदामि. सम्बन्धिनोः परस्परपरिहारेण भगिनी एवम् एवं चिन्तनीयं भगिनी, युतसिद्धिः नाम किं, युतसिद्धेः लक्षणं किम्? यत् पृथक् तिष्ठति. लक्षणं किं, वाक्यं मा वदतु, न्यायवर्गे अस्ति, लक्षणं किं युतसिद्धिः? स्व आश्रय तिष्ठति इति वक्तुं शक्यते न? एतत् पूर्वं पठितमस्माभिः. पृथगाश्रय आश्रितत्वं युतसिद्धत्वं, पृथगाश्रय आश्रितत्वं यस्मिन् आश्रये एषः आश्रितः अस्ति सः आश्रयः अन्यस्मात् पृथक् भवेत् इति कृत्वा एव पृथक्त्वम् इति कश्चन गुणः अधिकः गुणः अङ्गीकृतः. पृथक्त्वं यत्र यत्र पृथक्त्वमस्ति तत्र विभागः इति गुणेन किमर्थं व्यवहारः कर्तुं न शक्यते इत्यस्मिन् विषये एतत् सर्वं चिन्तितम्. किमर्थं विभागः इति गुणः अङ्गीकर्तव्यः, तदनन्तरं पृथक्त्वम् इति गुणः किमर्थम् अङ्गीकर्तव्यः इत्युक्ते यत्र यत्र विभागः, किमर्थं विभागः इति गुणः अङ्गीकर्तव्यः इति प्रश्नः आसीत्. सर्वत्र अतः न पृथक्त्वम् इति अधिक इति अन्यतमः गुणः किमर्थम् अङ्गीकर्तव्यः? पृथक्त्वम् इत्यनेन यः व्यवहारः क्रियते तत्सर्वं विभागेन एव व्यवहर्तुं शक्यते इत्यतः पृथक्त्वम् इति अन्यतमः गुणः किमर्थम् अङ्गीकर्तव्यः इति प्रश्नः आसीत्. तत्र एतत् सर्वम् अस्माभिः अधीतं. पृथगाश्रय आश्रितौ युतसिद्धौ इति, पृथगाश्रय आश्रितत्वं युतसिद्धत्वम् इति लक्षणमधीतं. तत्र लक्षणे पृथक् इति पदं प्रयुक्तमस्ति खलु, तत् विभागः इति पदेन निर्वहितुं शक्यते इति कृत्वा पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकर्तव्यः एव इति एतत् सर्वं तेषु दिनेषु अस्माभिः चिन्तितम् इति कृत्वा युतसिद्धयोः मध्ये संयोगः भवति. तर्हि अयुतसिद्धः इत्युक्ते किम्? यद् युतसिद्ध यत्र युत यद् युतसिद्धिः नास्ति तत् अयुतसिद्धिः इति भेदार्थे अभावः. अत्र युतसिद्धेः अभावः अयुतसिद्धिः इत्युक्ते तत्र अभावः इति भेदार्थे, अयुतसिद्धिः इति अत्र नै भेदार्थे न तु अभावार्थे. अवबुध्यते वा? तत् पृथगाश्रय आश्रितौ युतसिद्धौ. पृथगाश्रय आश्रितौ इत्युक्ते किम्? पृथक् पृथक्ततया अन्ये ये आश्रयाः सन्ति तेषु स्वस्य आश्रयः भिद्यते इति अर्थः. इदानीं खडः अस्ति, खडः अस्ति, सः स्वस्य आश्रयः कपालः अस्ति तस्मिन् वर्तते. तत् अन्ये ये कपालाः सन्ति तस्मात् भिन्नः अस्ति इति नास्ति. अन्ये भिन्नपदार्थाः सन्ति तादृशं चिन्तनं किं? अस्तु, संयोगः कुत्र वर्तते? द्रव्योः मध्ये संयोगः वर्तते, द्रव्योः मध्ये. तत्तु सत्यं, किन्तु इदानीम् उदाहरणं किम्? घटभूतलयोः मध्ये. घटभूतलयोः घटभूतलयोः मध्ये संयोगसम्बन्धः वर्तते. किमर्थं संयोगसम्बन्धः इति चेत् किं वक्तव्यम्? ग घटभूतयोः मध्ये किमर्थं समवायसम्बन्धः न समवायसम्बन्धः तु नित्यः अस्ति तत्यजतु नित्यत्वं किमर्थं वदति अत्र घटभूतलयोः मध्ये किमर्थं सय समवायसम्बन्धः न इति प्रश्नस्य उत्तरं युद्धसिद्धयोः मध्ये संयोगः एव भवति हा तर्हि युतसिद्धत्वं नाम किम् अत्र युतसिद्धौ कौ एकं घटः अस्ति द्वितीयं भूतलः अस्ति हा समीचीनं भूतलं भूतलः नास्ति भूतलं एकः घटः अन्यत् भूतलं भूतलं अस्तु तर्हि घटभूतलौ युतसिद्धौ तर्हि युतसिद्धत्वं नाम किम् पृथक् आश्रय आश्रितः एव युतसिद्धः स्वस्य आश्रितत्वं युतसिद्धत्वं खलु आश्रितत्वम् अस्तु तर्हि इदानीं निरूपयतु घटभूतलयोः मध्ये घटभूतलयोः पृथगाश्रय आश्रितत्वम् अस्ति इति निरूपणीयम् कपालस्य आश्रयः क्षम्यता घटस्य आश्रयः अस्ति कपालः इति अतः घटः स्वस्य आश्रये तिष्ठति भूतलं स्वस्य अवयवः ये सन्ति तस्मिन्नेव वर्तते हा इति कृत्वा द्वौ अपि युतसिद्धौ एव न तु युतसिद्धौ इतोपि एकं वाक्यं वक्तव्यम् इति कृत्वा तयोः मध्ये संयोगः एव भवति न इति तत्र तत्तु निगमनम् इतोपि एकं वाक्यम् अत्र पूर्वं भवत्या किमुक्तं घटः यस्मिन् कपाले वर्तते सः कपालः अन्यस्मात् कपालात् भिद्यते इति उक्तं तद्दोषाय इति कृत्वा घटः भूतलात् इदानीं भवत्या यदुक्तं तत् समीचीनं किन्तु इतोपि एकं वाक्यम् इदानीं भवत्या किमुक्तं घटः स्व आश्रये कपाले वर्तते भूतलं स्व अवयवे भूतल अवयवेषु वर्तते अपि च कपालः भूतल आश्रय भूतल अवयवात् पृथक् अस्ति कपालभूतल अवयवोः मध्ये पृथक्त्वं वर्तते इति वक्तव्यम् कपालः भूतल अवयवं न तयोः मध्ये भेदः वर्तते तदेव भेदः इति हा पृथक्त्वम् आश्रयभेदेन इति तदेव उक्तम् हा इत्युक्ते अत्र इदानीं मम स्मरणे आगतं पूर्वं यद् मया उक्तं किञ्चित् परिष्कर्तव्यमस्ति पृथक्त्वम् इति अन्यतमः गुणः किमर्थम् अङ्गीकर्तव्यम् इति प्रश्नः आगतः किमर्थमिति चेत् सर्वत्र भेदं स्वीकृत्य एव निर्वहितुं शक्यते खलु अन्योन्य अभावः भेदः इत्युक्ते अन्योन्य अभावः अन्योन्य अभावं स्वीकृत्य एव निर्वहः कर्तुं शक्यते इति कृत्वा किमर्थं पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकर्तव्यः इति प्रश्नः आगतः तत्र एवमुक्तं युतसिद्धयोः मध्ये युतसिद्धौ अथवा युतसिद्धिः नाम किम् इति चेत् पृथगाश्रय आश्रितम् आश्रितत्वं युतसिद्धत्वम् इति वाक्ये इति लक्षणवाक्ये पृथक् इति पदं यत् प्रयुक्तमस्ति तस्मिन् स्थाने भेदः इति पदं न प्रयोक्तुं शक्यते पृथक् इति एव प्रयोक्तुं शक्यते कपालः भूतल अवयवात् पृथक् इति कपालः भूतल अवयवात् भिद्यते इति वदामश्चेत् तत्र अवधिः भवति भेदस्य अवधिः भवति तावदेव किन्तु कपालः भूतल अवयवात् पृथक् इति वदामश्चेत् इदानीं पदार्थद्वयोः मध्ये तुलनम् इति कृत्वा पृथक्त्वम् इति कश्चन धर्मः कश्चन गुणः अङ्गीकर्तव्यः एव इति उक्तम् तर्हि भूतलघटयोः मध्ये युतसिद्धिः वर्तते. किमर्थम् इति चेत् तौ पृथग् आश्रय आश्रितौ, घटः कपाले स्वसमवायीकारणे वर्तते, भूतलं भूतल अवयवेषु स्वसमवायीकारणेषु वर्तते, अपि च कपालः भूतलात् पृथक्, भूतल अवयवात् पृथक् इति कृत्वा घटभूतलौ पृथग् आश्रय आश्रितौ. तर्हि तयोः मध्ये युतसिद्धत्वमस्ति इति कृत्वा संयोगसम्बन्धः एव भवति. तादृशं यत्र नास्ति तत्र तदेव अयुतसिद्धिः इति, तत्र समवायसम्बन्धः एव भवति इति वक्तव्यं. तर्हि तत्र चत्वारि वा पञ्चसोपानानि सन्ति, एवं वक्तव्यम्. अस्तु अग्रे भगिनि. गुणगुणिनोः गुणगुणिनोः मध्ये यद्यपि गुणि गुणं विहाय स्वसमवायीकारणे भवति, परन्तु गुणः न एव तथा भवितुम् अर्हति. निरूपितमेव निरूपितमेतत् अस्माभिः विविधनिदर्शनैः उद्देशग्रन्थे एव. अतः समवायस्तरे युगलपञ्चकस्य युधसिद्ध्यभावात् अयुधसिद्धिः भवति इति तेषां समवायः भवति सम्बन्धः. अत्र गुणगुणयोः मध्ये यदा वयम् अवयव अवयविनोः तत्र उक्तं, तदा अत्र अवयव अवयविनोः मध्ये यद्यपि गुणि गुणं विहाय स्वसमवायीकारणे भवति, परन्तु गुणः न एव तथा भवितुम् अर्हति. गुणे गुणं विहाय खडः गुणं विहाय स्वसमवायीकारणे कपाले भवितुम् अर्हति, परन्तु नीलरूपं खडं त्यक्त्वा न न स्थातुं शक्यते, न तस्य उपस्थितिः न भवति इति अर्थः. अतः सर्वदा आश्रयः इच्छति गुणमिति पदार्थः. अतः तत् कदापि युधसिद्धः इति न वक्तुं शक्यते, सर्वदा आयुधसिद्धः एव गुणगुणयोः मध्ये इति एव अत्र उक्तं वा? आम् इति चिन्तयामि. गुणगुणिनोः मध्ये यद्यपि गुणी गुणं विहाय स्वसमवायीकारणे भवति, परन्तु गुणः नैव तथा भवितुमर्हति. गुणी स्वातन्त्र्येण तिष्ठति स्वसमवायीकारणे, किन्तु गुणः सर्वदा गुणिनम् अपेक्षे एव तिष्ठति. सत्यं निरूपितम् एतदस्माभिः विविधनिदर्शनैः उद्ग्रन्थे उद्देशग्रन्थे एव. सत्यम्. अतः समवायस्थले युगलपञ्चकस्य युतसिद्धि अभावात् अयुतसिद्धिः भवति इति तेषां समवायः भवति इति सम्बन्धः. इत्युक्ते अत्र अधिकः विषयः किमुक्तः इति चेत्, यद्यपि पञ्चसु स्थलेषु यद् अधिकरणमस्ति तत् स्वतन्त्रतया तिष्ठति, किन्तु यद् आदेयः अस्ति तत् यदा कदापि स्वतन्त्रेण तिष्ठति इति कृत्वा तौ युतसिद्धौ. तर्हि अत्र विशेषः सम्बन्धः वक्तव्यः, तदर्थं समवायः इति सम्बन्धः उक्तः. अस्तु अग्रे भगिनि. अविनश्यत् इति पदस्य अर्थः कः? अविनश्यत् इति पदं कुत्र आगतम्? अत्र यदा समवायस्य लक्षणम् उक्तं तत्र उक्तमस्ति पदार्थस्य विनाशपर्यन्तम् इति पदम् एकम् मध्ये एकम् अविनश्य अवस्थम् अपराश्रितमेव अवतिष्ठते. तत्र अविनश्यत् इति पदमस्ति. हा, तस्मिन् विषये इदानीं चिन्तनम् अग्रे. इदम् आयुधसिद्धिम् एव ऐस् आयुधसिद्धमेव इमाम् ऐस् आयुधसिद्धमेव विवृणोति. सिद्धिमेव सिद्धिम् एव विवृणोति. आयुधसिद्धिम् एव विवृणोति. अविनश्यत् इत्यनेन आयुधसिद्धिमेव विवृणोति इति अर्थः. ययोः द्वयोः इति ययोर्द्वयोरिति एकम् इति पदेन आधेयभूतः पदार्थः ग्राह्यः. अविनश्यत् इति पदे अस्ति विनश्यत् इति पदम्. अस्य पदस्य प्रयोगः नैयायिकैः तत्क्षणवृत्तिपदार्थे क्रियते. यत्क्षण अव्यवहितोत्तरक्षणे तस्य पदार्थस्य ध्वंसः भवति. अस्य पदस्य प्रयोगः नैयायिकैः तत्क्षणवृत्तिपदार्थे क्रियते. यत् क्षण अव्यवहितोत्तरक्षणे तस्य पदार्थस्य ध्वंसः भवति. यथा अत्र चित्रं प्रदर्शितं तदनन्तरं चैत्रक्षणे घटः अस्ति, वैशाखक्षणे अपि द्वितीयक्षणे अपि घटः अस्ति, तस्य ध्वंसः ज्येष्ठक्षणे अभवत् इति वक्तव्यम्. आषाढक्षणे ध्वंसः जातम्. इदानीम् अविनश्यत् इति क्षणः कदा भवति? अस्य प्रयोगः नैयायिकक्षणवृत्तिपदार्थे क्रियते. तत्क्षणवृत्तिपदार्थे क्रियते इत्युक्ते यक्षण अव्यवसितोत्तरक्षणे तस्य पदार्थस्य ध्वंसः भवति. ध्वंसः यदा जायते तस्मात् पूर्वक्षणम् अविनश्यत् इति वक्तुं शक्यते. अस्तु, तर्हि अत्र ध्वंसः घटस्य ध्वंसः कस्मिन् क्षणे जायते? ज्येष्ठक्षणे जायते. ज्येष्ठक्षणे जायते वा आषाढक्षणे जायते वा? आषाढक्षणे इति तत्र क्षण आषाढक्षणे ध्वंसः अभवत् इति वक्तव्यं. जायते इति ज्येष्ठक्षणे एव वक्तुं शक्यते इति चिन्तयति. ज्येष्ठक्षणे दण्डेन घटस्य ताडनं भवति. ओ, क्रिया, प्रक्रिया. प्रक्रिया नास्ति, क्रिया. क्रिया. तर्हि ताडनं दण्डेन ताडनं ज्येष्ठक्षणे क्रियते. आषाढक्षणे घटध्वंसः जायते क्रियायाः फलम्. तर्हि आषाढक्षणे घटध्वंसः, तर्हि इदानीं विनश्यत्क्षणं किम्? तत् पद ध्वंस उत्तरपद उत्तरक्षणम् इति उक्तमस्ति. तस्मात् पूर्वं तत्क्षणवृत्तिपदार्थे क्रियते. यत्क्षण अव्यवहितोत्तरक्षणे तस्य पदार्थस्य ध्वंसः भवति. अस्तु, अग्रे पठतु भगिनि. इह चैत्रक्षणवृत्तिघटः स्वीक्रियते चेत् तत् अव्यवहितोत्तरक्षणः वैशाखक्षणः. तस्मिन् क्षणे न घटनाशः इति चैत्रक्षणे घटः चैत्रक्षणे न घटनाशः इति चैत्रक्षणे घटः विनश्यन् इति न व्यवह्रियते. किन्तु वैशाखक्षणवृत्ति घटस्य ग्रहणे तत् अव्यवहितोत्तरक्षणः ज्येष्ठक्षणः ज्येष्ठक्षणः तस्मिन् क्षणे भवति घटध्वंसः इति वैशाखक्षणवृत्तिघटः विनश्यन् इति नैयायिकैः व्यवह्रियते तदाविधः विनश्यत् यः घटः तदन्यः अविनश्यन् इत्यर्थे लभ्यते इत्यर्थः लभ्यते इत्यर्थः अर्थः लभ्यते चैत्रक्षणवृत्तिघटः स्वीक्रियते चैत्रक्षणे घटः अस्ति इति ज्ञायते तत् व्यवहितोत्तरक्षणः वैशाखक्षणः तस्मिन् क्षणे न घटनाशः इति चैत्रक्षणः घटः विनश्यन् इति अत्र यदा पठति न बुद्धं न अत्र क्लेशः करोति पठने क्लेशः करोति अतः न बुध्यते आरम्भतः एकवारं पठतु इह चैत्रक्षणवृत्तिघटः स्वीक्रियते चेत् तद् अव्यवहितोत्तरक्षणः वैशाखक्षणः तद् अव्यवहित उत्तरक्षणः वैशाखक्षणः तद् अव्यवहित उत्तरक्षणः इत्युक्ते अग्रिमक्षणः चैत्रस्य अग्रिमक्षणः कः इमीडियट्लि आफ्टर् वैशाखक्षणः खलु तस्मिन् वैशाखक्षणे न घटनाशः तस्मिन् क्षणे घटस्य नाशः न भवति खलु वैशाखक्षणे घटनाशः न जातः न जातः इति चैत्रक्षणे घटः विनश्यन् इति न व्यवह्रियते विनश्यन् इति पदं कीदृशपदम् कः प्रत्ययः अस्ति शत्रुन्तं प्रयोगं वा हा उत्तमं शत्रुन्तम् तर्हि विनश्यन् इति पदस्य शत्रुन्तपदस्य अर्थः कः शत्रुन्तपदस्य सामान्य उदाहरणं वदतु बालः पाठं पठन् अस्ति हा सत्यं पठन् बालः पठन् बालः खलु तर्हि अत्र पठन् इत्युक्ते यस्मिन् समये सः पठन् अस्ति तदा एव पठन् बालः इति वक्तुं शक्यते एवं विनश्यन् इति पदस्य अर्थः कः तस्मिन् क्षणे तस्य नाशः न भवति इति अभवत् न इदानीं यस्मिन् समये सः पठन् अस्ति पठति तस्मिन् समये सः पठन् बालकः खलु एवं विनश्यन् इति पदस्य अर्थः कः यस्मिन् समये सः घटः विनश्यन् अस्ति इति न विनश्यन् इति पदस्य अर्थः कः यथा मया उक्तं तथा घटस्य नाशः भवति इति हा इति न व्यवह्रियते न इति क्रमेण गच्छतु भगिनी नो चेत् क्लेशः भवति अस्तु आरम्भतः चिन्तयेम पठन् बालः पठन् इत्यस्य अर्थः कः बालः पठति इति तर्हि पठन् बालः इति प्रयोगः कदा कर्तुं शक्यते यदा बालकः पठति तदानीमेव सत्यं हा यदा बालकः पठति तदा बालः पठन् अस्ति एवं विनश्यन् इति पदं प्रयुज्य वाक्यं वदतु घटः इति कर्ता अत्र यदा घटः नाशयति तदा नाशयति इति किमर्थं नश्यति घटः नश्यति तदा सत्यं तदा किम् तदा विनश्यन् इति पदं प्रयुज्मः न तदा घटः विनश्यन् अस्ति विनश्यन् अस्ति तादृशं वदतु अस्तु यदा बालः पठति तदा बालः पठन् अस्ति इति यथा तद्वत् यदा घटः विनश्यति तदा घटः विनश्यन् अस्ति इति प्रयोगः अवबुध्यते खलु तर्हि इदानीं पश्यतु कदा घटस्य नाशः भवति वैशाखक्षणे वैशाखक्षणे नाशः भवति वा यदा घटः नश्यति घटस्य नाशः भवति इति मया पृष्टं कदा घटः विनश्यति ज्येष्ठक्षणे तद् विनश्यति ज्येष्ठक्षणे घटः विनश्यति आषाढक्षणे घटध्वंसः जायते तर्हि ज्येष्ठक्षणे एव घटः विनश्यति खलु तर्हि इदानीं विनश्यन् इति पदं प्रयोक्तव्यम् ज्येष्ठक्षणे घट विनश्यति विनश्यन् तस्मात् पूर्वक्षणम् इति वक्तुं शक्यते यथा अस्माभिः उक्तम् अत्र यस्मिन् यदा बालः पठति तदा बालः पठन् अस्ति चैत्रक्षणे बालः पठति चेत् चैत्रक्षणे बालः पठन् अस्ति खलु एवम् अत्र वदतु किमपि ज्येष्ठ चैत्रक्षणे खडः अस्ति वैशाखक्षणे खडः विनश्यन् अस्ति ज्येष्ठक्षणे खडः विनश्यति आषाढक्षणे खडस्य ध्वंसः जायते अत्र दोषः अस्ति वा महोदय मया उक्तम् इदानीं न यद्भवत्या उक्तं तत् समीचीनं किन्तु यदा बालः पठति तदा बालः पठन्नस्ति इति वदेम खलु तद्वत् यदा घटः नश्यति तदा घटः विनश्यन्नस्ति इति वक्तुं शक्यते वा इति प्रश्नः अथवा किञ्चित् भिन्नरीत्या अत्र वक्तव्यं वा अतः एव क्रमेण चिन्तनीयम् इति अहं प्रार्थयन्नस्मि अत्र मम क्लेशः किम् इत्युक्ते वैशाखक्षणे यदि घटस्य प्रहरं जातं चेत् अस्मिन्नेव क्षणे तस्य ध्वंसः ध्वंसस्य त्यजतु भगिनि इत्युक्ते सामान्यप्रयोगः यदा बालः पठति तदा बालः पठन् अस्ति इति व्यवहारः तदा अत्र वक्तुं शक्यते शृणोतु चैत्रक्षणे यदि बालः पठति तदा चैत्रक्षणे बालः पठन् अस्ति वैशाखक्षणे यदि बालः पठति तर्हि वैशाखक्षणे एव बालः पठन् अस्ति ज्येष्ठक्षणे बालः पठति चेत् ज्येष्ठक्षणे बालः पठन् अस्ति आषाढक्षणे बालः पठति चेत् आषाढक्षणे बालः पठन् अस्ति इति वक्तुं शक्यते खलु वक्तुं शक्यते तद्वत् इदानीं कस्मिन् क्षणे घटः नश्यति ज्येष्ठक्षणे तर्हि ज्येष्ठक्षणे घटः विनश्यन् अस्ति इति वक्तुं शक्यते वा? यथा बालः पठन् अस्ति इति वदेम, तद्वत् ज्येष्ठक्षणे घटः विनश्यति इति कृत्वा ज्येष्ठक्षणे घटः विनश्यन् अस्ति इति वक्तुं शक्यते वा इति प्रश्नः. इत्युक्ते यदा जायते तस्य अग्रिमक्षणत क्षण आरभ्य तस्य नाशः आरभ्यते इति पद इति उत्तरं वक्तव्यम्. उभयोः एकमेव उत्तरम्, आम् अथवा न. न वक्तुं शक्यते. किमर्थं तर्हि? तदेव किमर्थम् एतादृशी प्रश्नः मया क्रियते इति चेत् तत्र किञ्चित् भेदः वर्तते. यदा घटः पठति चेत् पठन् अस्ति. अस्तु, इदानीं ज्येष्ठक्षणे पठनस्य समापनं करोति चेत् ज्येष्ठक्षणे बालः पठनस्य समापनं करोति. तर्हि ज्येष्ठक्षणे बालः पठन् अस्ति इति वक्तुं शक्यते वा? न वक्तुं शक्यते. न वक्तुं शक्यते खलु? किमर्थमिति चेत् शत्रु इति प्रसेण्ट् कण्टिन्युयस्. तर्हि यस्मिन् क्षणे क्रिया समाप्यते तस्मात् पूर्वक्षणं यावत् शत्रुप्रत्ययस्य प्रयोगं कर्तुं शक्यते. यदि ज्येष्ठक्षणे बालः पठनस्य समापनं करोति तदा वैशाखक्षणपर्यन्तं बालः पठन्नस्ति इति व्यवहारः कर्तुं शक्यते. इत्युक्ते वैशाखक्षणे बालः पठन्नस्ति चेत् तर्हि इति वैशाखक्षणे बालः पठन्नस्ति इति कदा वक्तुं शक्यते? यदि ज्येष्ठक्षणे सः पठति तदा एव. तदा एव, नो चेत् न. यदि वैशाखक्षणे पठनस्य समापनं क्रियते तर्हि तस्मात् पूर्वक्षणं यावत् बालः पठन् अस्ति. हा, तर्हि किमर्थमिति चेत् शत्रु इति प्रसेण्ट् कण्टिन्युयस् टेन्स्. ज्येष्ठक्षणे तस्य कण्टिन्युटि नास्ति, पूर्वक्षणे एव तस्य कण्टिन्युटि इति कृत्वा. एवम् अत्रापि ज्येष्ठक्षणे घटः विनश्यति तर्हि वैशाखक्षणे घटः विनश्यन् अस्ति. तस्य विनाशः जायमानमस्ति, किन्तु ज्येष्ठक्षणे तस्य विनाशः अभवत्, अग्रिमक्षणे ध्वंसः जायते. अस्तु, इति मत्वा अहं पठामि. इह चैत्यक्षणवृत्तिघटः स्वीक्रियते चेत् तद् अव्यवहित उत्तरक्षणः वैशाखक्षणः. अस्मिन् क्षणे न घटनाशः इति चैत्रक्षणे घटः विनश्यन् इति न व्यवह्रियते. चैत्रक्षणे घटः विनश्यन् अस्ति इति न व्यवहारः क्रियते, किन्तु वैशाखक्षणवृत्तिघटस्य ग्रहणे तद् अव्यवहित उत्तरक्षणः ज्येष्ठक्षणः. तस्मिन् ज्येष्ठक्षणे भवति घटध्वंसः इति वैशाखक्षणवृत्तिघटः विनश्यन् इति नैयायिकैः व्यवह्रियते. तथाविधः विनश्यन् यः घटः तदन्यः अविनश्यन् इति अर्थः लभ्यते. तर्हि इदानीं घटः अविनश्यन् कदा? वदति वा भगिनि? प्रथमक्षणे अविनश्यन् इति वक्तुं शक्यते. प्रथमक्षणस्य नाम किं? चैत्रक्षणः. सत्यं, तर्हि कदा इत्युक्ते चैत्रक्षणे घटः अविनश्यन् अस्ति. वैशाखक्षणे सः विनश्यन् अस्ति, ज्येष्ठक्षणे घटः विनश्यति, आषाढक्षणे घटध्वंसः जायते अथवा वर्तते. अवबुध्यते खलु? अस्तु, अग्रे गच्छेम. तर्हि रमेश महोदय अग्रे पठति वा? कः कः भवेत् तादृशघटः स्व उत्पत्तिक्षणम् आरभ्य चैत्रक्षणपर्यन्तं विद्यमानः. तत्र चैत्रक्षणः प्रथमचैत्रक्षणः अस्ति, समवायिकारणादि सन्ति, सकलसामग्री अपि सन्ति. तत्र वैशाखक्षणे घटस्य उत्पत्तिः भवति, ज्येष्ठक्षणे घटः अस्ति, तत् पूर्वं सर्वम् अस्ति, फल्गुणक्षणे अपि घटः अस्ति, द्वितीयक्षैत्रक्षणे अपि घटः अस्ति, वैशाखक्षणे घट विनश्यन् घटः अस्ति, ज्येष्ठक्षणे घटध्वंसः भवति. सत्यम्. अग्रे तथा च पूर्ववैशाखक्षणात् प्रभृति अग्रिमक्षैत्रक्षणपर्यन्तं घटः अविनश्यन् इति उच्यते. वैशाखक्षणे एकस्मिन् एव सः विनश्यन् इति उच्यते. ततः ज्येष्ठक्षणे तस्य ध्वंसः भवति. तत्र अविनश्यन् इति एकमेव क्षणं यत्र अस्ति, वैशाखक्षणे एव विनश्यन् इति वक्तुं शक्यते. तत् पूर्वं सर्वम् अविनश्यन् एव उत्पत्ति उत्तरं विनश्यन् पूर्वं सर्वे अविनश्यन् इति एव व्यवह्रियते. अस्तु, तर्हि अविनश्यन् इति पदस्य अर्थः कः? विनश्यन् इति क्षणं विहाय उत्पत्ति उत्तरं विनश्यन् इति क्षणं विहाय सर्वे अविनश्यन् इति वक्तुं शक्यते. सर्वे क्षणे अविनश्यन् इति वक्तुं शक्यते. तर्हि अविनश्यन् इति कस्मिन् अर्थे शत्रुप्रत्ययः? विनश्यस्य विनश्यन् इति पदस्य अभावः यदा अस्ति तद् कस्मिन् अर्थे इत्युक्ते कर्तरि अर्थे वा कर्मार्थे वा भावार्थे वा इति. अविनश्यन् अविनश्यन् शत्रुकर्तरि अर्थे एव भवति. सत्यं, हा, तदेव प्रश्नः. तर्हि कर्तरि अर्थे अविनश्यन् इत्युक्ते कर्तरि अर्थे कर्ता एव उक्तः अस्ति अविनश्यन् इत्यनेन. तर्हि अविनश्यन् इत्युक्ते किम् इति चेत् यस्य विनाशः न जायमानः अस्ति सः अविनश्यन् अस्ति. यस्य विनाशः न जायमानः अस्ति सः अविनश्यन् अस्ति. तर्हि इदानीं सः विनश्यन् यदा भवति, यस्मिन् क्षणे तस्य विनाशः भवति तस्मात् पूर्वक्षणे एव सः विनश्यन् भवति, तावत्पर्यन्तं सः अविनश्यनेव खलु? आम् महोदय. हा, इति तर्हि अविनश्यन् इति पदस्य अर्थः कः इति चेत् यस्य पदार्थस्य विनाशः न जायमानः अस्ति सः अविनश्यन् पदार्थः. अस्तु, अग्रे महोदय. एवमेव गुणादौ चिन्तयम् तस्य ध्वंसः चिन्त्यम् तस्य ध्वंसः यत् क्षणे भवति तत् पूर्वक्षणवर्ति गुणः विनश्यन् गुणः इति उच्यते ततः अपि यः पूर्वक्षणः उत्पत्तिक्षणम् आरभ्य तत् क्षणपर्यन्तं गुणः अविनश्यन् इति उच्यते एवमेव कर्मादौ तर्हि यत्क्षणे ध्वंसः भवति तत् पूर्वक्षणवर्तिगुणः विनश्यन् गुणः पूर्वक्षण सत्यं विनश्यन् गुणः सत्यं विनश्यन् गुणः वर्तते तत् पूर्वक्षणे अविनश्यन् अस्ति उत्पत्ति आरभ्य विनश्यन् इति यद् विनश्यन् इति गुणः विनश्यन् इति गुणः यत् क्षणे भवति तत् पर्यन्तम् अविनश्यन् इति उच्यते तत् पूर्वक्षणपर्यन्तं तत्पर्यन्तं नास्ति पूर्वक्षणपर्यन्तम् अविनश्यन् गुणः यस्मिन् क्षणे गुणः जायते ततः आरभ्य विनश्यन् इति यस्मिन् क्षणे जायते तत्पूर्वक्षणपर्यन्तं गुणः अविनश्यन् अस्ति तदनन्तरं विनश्यन् जायते यस्मिन् क्षणे विनश्यन् जायते गुणः तस्मात् अग्रिमक्षणे तस्य नाशः भवति अस्तु अग्रे पठतु महोदय तादृशं कर्म अपि अस्ति कर्मादौ सत्यं एकं अविनश्यत् एकम् अविनश्यत् अवस्तिम् इत्यादि सङ्ग्रहः एकम् अविनश्यत् अवस्तम् इत्यादि सङ्ग्रहः एकम् अविनश्यदवस्तम् इति इति इत्यस्य अर्थः कः इति वदति मूलस्थपदमस्ति अस्तु अग्रे एवं च एतादृशः अविनश्यद्घटः कपालाश्रितः एव भवति अतः अत्र विवरणे अपरपदेन कपालम् एव धर्तुं शक्नुमः न तु उदासीनं भूतलादि कुतः एवकारश्रवणात् प्रकृतेः विशेषणसङ्गतः एवकारः तथा हि एकम् अपराश्रितम् एव इति हि भवेत् वाक्यव्यक्तिः एकम् इति विशेष्यम् अपराश्रितम् इति विशेषणम् विशेषणसङ्गतस्य एवकारस्य हि एषः स्वभावः सः विशेष्ये स्वसम्बद्धपदार्थस्य अभावं वारयति यथा शङ्कः पाण्डुर एव इति स्थले पाण्डुर एव इति स्थले अत्र शङ्कः विशेष्यं पाण्डुरत्वं विशेषणं तद् वाचकपदेन पाण्डुरपदेन सङ्गतः एवकारः पाण्डुर एव इति एवं विधः विशेष्ये शङ्के सम्बद्धं यत् पाण्डुरत्वं तस्य अभावं वारयति तथा च शङ्के पाण्डुरत्व अभावः न अस्ति इति अवगच्छामः पङ्क्तिशः एकवारं पठित्वा महोदय एवं च एतादृश अविनश्यत् घटः कपालाश्रितः एव भवति यदा घटः अविनश्यत् इति पदं प्रयुज्मः तत्र कपालाश्रितः घटः भवति एव इति पदं प्रयुज्मः इति नास्ति. यावत् घटः अविनश्यदस्ति तावद् कपालमाश्रित्य वर्तते. अविनश्यद् क्षणपर्यन्तं घटः कपालमाश्रित्य वर्तते इति उक्तं. तर्हि इदानीं विनश्यत् क्षणे घटः कुत्र वर्तते इति प्रश्नः मनसि उदेति. भवतु, अग्रे पश्यामः. अतः अत्र विवरणे अपरपदेन कपालम् एव धर्तुं शक्नुमः. विवरणे एकम् अविनश्यत् अवस्थम् अपरम् इति उक्तं खलु. अपरम् अपरपदम् इति पदेन यदि घटः इति उदाहरणं स्वीकुर्मः तर्हि कपालः इति अवगन्तव्यम् अपर इति पदेन. अविनश् घटः अविनश्यद् घटः कपालम् आश्रित्य तिष्ठति. न तु उदासीनं भूतलादि. इत्युक्ते घटः भूतले वर्तते वा कपाले वर्तते वा इति चेत् अविनश्यद् घटः कपाले एव वर्तते इति वक्तव्यम्. तत्र भूतलम् उदासीन्यं, यद्यपि घटः भूतले वर्तते इति व्यवहारः क्रियते किन्तु भूतलादिः भूतलादि उदासीनमस्ति, तत्र अस्माकम् अवबोधनं न दातव्यम् इति उक्तं. कुतः? एककारणश्रवणात् एव कारणश्रवणात् एव पुनः पठतु. एव कारण एव कारश्रवणात् एव कारणमस्ति एव कारश्रवणात् अपरम् अपरम् आश्रितम् एव अवतिष्ठते इति उक्तं खलु. एव कार तर्हि घटलं भूतले अपि भवितुम् अर्हति. घटः घटः मम हस्ते अपि भवितुम् अर्हति. तर्हि एव तद् एव अपर एवम् एव भवेत् एकमेव भवेत् इति वा? न अत्र घटः भूतले वर्तते किन्तु लक्षणवाक्ये अत्र एवकारं प्रयुक्तम् इति कृत्वा घटः भूतले वर्तते इति न अवगन्तव्यम्. अविनश्यद् घटः कुत्र वर्तते इति चेत् कपाले एव वर्तते इति अवगन्तव्यम्. तदेव आशयः. तद्विवक्ष्य एवकारः प्रयुक्तः मूलग्रन्थकारेण. अविनश्यद् घटः घटः कुत्र वर्तते इति चेत् भूतले वर्तते किन्तु अविनश्यद् घटः कुत्र वर्तते इति चेत् कपाले एव वर्तते इति अवगन्तव्यम्. अस्तु अग्रे. प्रकृतेः विशेषणसङ्गतः एवकारः. प्रकृते अस्मिन् उदाहरणे हि विशेषणसङ्गतः एवकारः विशेषणं भवति इति वा? एव न अत्र एवकारस्य अन्वयः केन सह? विशेष्येन सह वा विशेषणेन सह वा इति चेत् विशेषणेन सह इति उक्तम् अत्र. विशेषणेन सह विशेषणम् एकम् अविनश्य. अत्र अग्रे पठता भूम् भवान् एव किञ्चित् उच्चैः चिन्तयतु. अत्र एक एव इति पदं प्रयुज्य एकं वाक्यं वदतु. एव प्रयुज्य वा महोदय? हा सः एव रामः. हा सः एव रामः इत्यत्र अत्र एव इति पदं त्यजेम. प्रथमं सः रामः इत्यत्र विशेषणं किं विशेष्यं किम्? अत्र कीदृशभावः अस्ति सः रामः इत्यत्र? उद्देश्यविधेयभावः अस्ति, विशेषविशेषभावः अस्ति। हा तर्हि तत्र उद्देश्यविधेयभावः किम्? उद्देश्यः किं विधेयः? सः उद्देश्य रामः विधेयः। हा तम् उद्दिश्य रामत्वं तस्मिन् विधीयते खलु? तर्हि इदानीं सः इति उद्देश्यः रामः इति विधेयः, उभयोः विशेषविशेषभावः अपि अस्ति इति उक्तं खलु? तर्हि इदानीं विशेषणं किं विशेष्यं किम्? विशेषणं सः इति विशेष्यं रामः इति विशेषणं भवति। उत्तमं, किमर्थं सः इति विशेषणं नास्ति? सः उद्दिश्य रामः एव तस्मिन् उत्तमं खलु, तस्मिन् इति पदं प्रयुक्तमस्ति खलु, तम् उद्दिश्य तस्मिन् रामत्वं विधीयते इति कृत्वा तस्मिन् तस्मिन् इति विशेष्यम् अस्ति। सामान्यतया विशेषणमेव विशेष्ये वर्तते खलु? तर्हि रामत्वं कुत्र वर्तते? तस्मिन् वर्तते इति कृत्वा सः इति विशेष्यः रामः इति विशेषणम्। समीचीनं, सः रामः इत्यत्र उद्देश्यविधेयभावः अस्ति, उद्देश्यविधेयभावः अपि विशेषणविशेष्यभावस्य एकविधः अस्ति। तर्हि अत्र उद्देश्यम् एव विशेष्यं भवति, विधेयः विशेषणं भवति। तर्हि इदानीं सः एव रामः इत्यत्र एवकारः, एवकारस्य अन्वयः केन सह? विशेष्येन सह वा विशेषणेन सह वा? विशेषणेन सह रामेण। हा उत्तमं, विशेषणेन सह, तदेव अत्र उक्तं, प्रकृतेः विशेषणसङ्गतः एवकारः। सङ्गतः इत्युक्ते सम्बद्धः। तर्हि एवकारस्य अन्वयः केन सह इति चेत् रामेण सह, विशेषणेन सह। भवतः उदाहरणे तथा हि, अग्रे पठतु, तथा हि। तथा हि एकम् अपराश्रितम् एव इति हि भवेत् वाक्यव्यक्तिः। हा तथा हि एकम् सः रामः एव इति वदामश्चेत् तत्र एवकारः रामेण सह अन्वितः अस्ति इति यथा, तथा अत्र एकम् अपराश्रितम् एव इति अत्र दीर्घवाक्यमस्ति खलु, एकम् अविनश्यद् अवस्थम् अपराश्रितम् एव अवतिष्ठते। तत्र केवलम् एकम् अपराश्रितम् एव इति भागः व्यक्तीकृत्य स्वीकृतः अस्ति। तर्हि एकम् अपराश्रितम् एव इत्यत्र एवकारस्य केन सह अन्वयः? विशेषणं कुत्र अस्ति? अपराश्रितम् इति एकम् अपराश्रितम्, अत्र एकम् इति, एकम् इति उद्देश्यम्, अपराश्रितम् इति विशे इति विधेयम्। उद्देश्यमेव विशेष्यं भवति। तर्हि एकम् इति विशेष्यम्, अपराश्रितम् इति विशेषणम्। अग्रे भवेत् वाक्यव्यक्तिः, एकम् इति विशेष्यम्, अपराश्रितम् इति विशेषणम्। हा विशेषणसङ्गतस्य एवकारस्य हि एषः स्वभावः, सः विशेषे स्वसम्बन्धपदार्थस्य अभावं वारयति। अस्तु, किं कुर्मः, इतः अग्रिमे वर्गे पठेम. किमर्थमित्युक्ते एवकारेण किं कार्यं क्रियते इति प्रश्नः उदेति. यद्यपि विशेषणेन सङ्गतः अस्ति एवकारः, तथापि विशेष्ये किं कार्यं साधयति इति प्रश्नः. तर्हि इतः अग्रे अग्रिमवर्गे पठेम. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः.